सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। एतावत् गतवर्गे इक् स्मरणे इति धातुमपि वयं दृष्टवन्तः। तत्र इक् स्मरणे इति धातोः रूपाणि अपि साधितानि खलु गतवर्गे? न खलु, हा ओके, इक् स्मरणे इति रूपाणि न साधितानि। तत्र इक् धातुः इन्वत् इन्वत् इक् धातुः इति कृत्वा तस्य रूपाणि अपि समानरीत्या साधयितुं शक्नुमः। तर्हि अत्र किं लट्लकारस्य रूपाणि वदति वा शोभा भगिनी, वदतु। आम्, तत्र लट् रूपाणि, अस्तु, तत्र अधि इति उपसर्गः आगच्छति खलु? आमाम्, अधिपूर्वक, हा, अधिपूर्वकम्, अस्तु। तर्हि अधियोगः ई योगः ति अध्येति इति भवति। केवलं रूपाणि वदामि, अध्येति यत्र विशेषकार्यं विशेषकार्यम् अस्ति चेत् वदतु, नो चेत् रूपाणि वदतु। अस्तु, अध्येति अधीतः अधीयन्ति इति प्रथमपुरुषे, तत् मध्यमपुरुषे अध्येषि अधीतः अधीता अधीयन्ति इत्यत्र कथमस्ति इति वदतु एकवारम्। अधीयन्ति, अस्तु, तत्र अधीयन्ति इत्यत्र अन्ति इत्येव तिष्ठति, तत्र लङ्लकारः, तर्हि प्रथमं लट्लकारः, क्षमतां लट्लकारः, तत्र किमपि किं कार्यं भवति लट्लकारे, अति इति आगच्छति, तत्र अन्ति, तत्र सामान्य एव रूपम् अस्ति खलु भगिनि? किं कार्यमस्ति ई इति धातुः अनन्तरम् अन्ति इति रूपयन्ति खलु? अन्ति, तर्हि तत्र इक् स्मरणे इति धातोः कृते सूत्रे तु अचिष्णुधातुभ्रुवम् इति कार्यं करोति, तत्र तत्र इयङ् उवङ् आदेशः, तत्र तु इकारान्तधातुः कार्यं करोति खलु भगिनि? न न, एकक्षणं भगिनि, एकक्षणम्, एकक्षणम्, उषा भगिनी भगिनी वदन्ती अस्ति खलु? इक् स्मरणे इति धातौ अचिष्णुधातुभ्रुवाम् इत्यस्य प्रसक्तिः न तु इणो यण् नाम इयङ् आदेशः प्रसक्तः। किमर्थं किमर्थम् किमर्थम् इत्युक्ते तत्र इणो इण् इति सूत्रं तु इण् इति धातोः कृते एव इण्त्वम् अस्ति इति कृत्वा तत्र तस्य धातोः विषये एव आगत्य कार्यं करोति, न तु यत्र यत्र इकारान्त अस्माभिः दृष्टं खलु गणसूत्रं दृष्टं खलु इन्वदिक इन्वदिक् इति वक्तव्यम्, इण्व तत्र इण्वदिक इति वक्तव्यम् इत्यनेन तत्र इक् धातुः इण्वत् भवति, किन्तु इणो यण् इत्यस्य प्रसक्तिः नास्ति, तत्र केवलम् अचिष्णुधातुभ्रुवां द्वित्र अपि कार्यं करोति इति अस्ति खलु? न, तत्र पश्यतु, न इत्युक्ते इण्वदिक् इण्वदिक् इण्वदिक् इति वक्तव्यम् इत्यनेन किं भवति? तर्हि वार्तिकस्य किं प्रयोजनम् अथवा गणसूत्रस्य किं प्रयोजनम्? इणोयन् कार्यं न करोति चेत् तर्हि किमर्थं तथा वक्तव्यम्? तत्र प्रथमम् इन् धातोः रूपं निर्मातु तदा अधियोजयतु, तर्हि तत्र आहत्य इक् धातोः अजादि अपित्सु इयङादेशो न भवति, अपि तु इण् वत् यण् आदेशः एव भवति। ओ अस्तु, तत्र किञ्चित् भिन्नरीत्या दत्तं पठितवती भगिनी, अतः तथा उक्तवती, मातुः पुस्तके तथा आसीत्, तत्र इणो यण् इत्यस्य न इति, अस्तु, तत्र इणो इत्यस्यैव कार्यं भवति तत्र, अस्तु, इण्वद् इक् इति वक्तव्यम् इति वार्तिकेन इण् धातोः कृते यानि सूत्राणि प्रसक्तानि तानि एव अत्रापि प्रसक्तानि, इणो यण् इत्यस्य प्रसक्तिः भवति अत्र। अस्तु, तर्हि तत्र अधियोगः इ योगः किन्ति तत्तद् अभवत्, तदनन्तरम् अधीतः अपि अभवत्, अधीयन्ति इत्यत्र अन्ति इति अस्ति, तर्हि तत्र अधियोगः इ योगः अन्ति अधियोगः, तत्र केवलं अकारसवर्णदीर्घः इति अधी इति भवति, तदनन्तरं तत्र यकार न अधियोगः ईयोगः अन्ति, अन्ति इति अजादिप्रत्ययः, इ इति तत्र इक् धातुः इण्वत् भवति इति कृत्वा इणोयण् इत्यस्य कार्यं भवति तत्र, तदेव उक्तं खलु यणादेश तत्र अजादिप्रत्यये परे तत्र इत्युक्ते अचिष्णु अपि कार्यं करोति, इणोयण् इति अपि कार्यं करोति इति वा? न न न केवलम् इणोयन् अचिष्णु धातुप्रयोगं कार्यं न करोति, केवलम् इणोयन् अस्तु. तर्हि किमर्थं तथा अष्टाध्याय्यां तत्र रूपद्वयं दत्तं, तत्तु समीचीनं नास्ति, एकमेव रूपं तत्र. इत्युक्ते इदानीं तत्र कुत्र पठितवती इति न प्राप्तम्, अनन्तरं वदामि भगिनि. किन्तु तत्र इणोयन् इति आगच्छति चेत् तत्र उपसर्गः तु अन्ते एव युज्यते, ई योगः तत्र किम् इदानीम् ई योगः अन्ति इति, तत्र इणो यण् इति आगच्छति चेत् इकारस्य स्थाने यण् आदेशः, अचि तु अस्ति परं यण् आदेशः भवति, तर्हि यकारः कथं तत्र यन्ति? हा अधि अस्तु, अन्ति यकारः योगः अन्ति इति भवति. इदानीम् अधियोगः यकारः योगः अन्ति, अधीयन्ति इति भवेत्, किन्तु अधीयन्ति इति किमर्थं दीर्घ ईकारः भवति इति खलु? तत्तु दोष भगिनि, अष्टाध्यायी इति मा पश्यतु कृपया. अष्टाध्यायी अदृश्य अधीयन्ति इति एव, मातुः पुस्तके तु अधीयन्ति इति एव अस्ति. अस्तु, तावदेव. तर्हि हा अधियोगः या योगः अन्ति, अधीयन्ति इति एव दत्तम्. अस्तु, तत्र तदनन्तरम् अधियोगः ई योगः सि, तत्र अधि पूर्वम् ई योगः सि, तत्र तु यकारः, तत्र यण आदेशः पुनः खलु भगिनि? न न भगिनि, अष्टाध्यायीं कृपया मा पश्यतु. न न न पश्यन्ति अस्मि भगिनि, इदानीं तत्र मातुः पुस्तके एव, पुस्तके अस्ति अस्ति. अस्तु, मास्तु, मातुः पुस्तकमपि मा पश्यतु, स्वयमेव चिन्तनं कृत्वा वदतु यकारः किमर्थमिति. तथा चिन्तयति चेत् दोषः भवति, इत्युक्ते स्वयं चिन्तयति चेत् अत्र किमपि नास्ति, सरलं कार्यमस्ति. तद् इदानीं विस्मरणं जायते, यतोहि पुस्तकं पश्यति. अत्र अधियोगः ई योगः सि इति वदति चेत् अत्र किमपि नास्ति, सरलं कार्यमस्ति, पश्यतु. हा अधियोग ई योगः सि, तत्र ई योगः सि तिप् अस्ति, अतः तत्र इकारस्य गुणः भवति, ए इति भवति. अधियोगः ए योगः सि, तत्र सि इत्यस्य धात्वा आदेशप्रत्ययोः इत्यनेन मूर्धने षकार आदेशः, अतः तत्र एषि. इदानीम् अधि इत्यत्र इदानीं तत्र किम् एषि अध्येषि इति भवति तत्र इकारस्य तत्र यण् तावदेव अध्येषि इति भवति. अस्तु, तदनन्तरम् अधि अधीतः, तत्र तु अधियोगः ई योगः थः तावदेव अधीतः. तदनन्तरम् अधीथा इति भवति तत्र, थः था अधीथा. इदानीम् अधियोगः ई योगः अमि इति, केवलं मि, क्षमतां क्षमतां, केवलं मि. अधियोगः ई योगः मि, तत्र पुनः तदेव तत्र यत् पूर्वं भवे अभवत् मध्यमपुरुषे तदेव कार्याणि भवन्ति, अध्ये मि इति भवति. तदेव कार्याणि न, केवलं तत्र गुणः एव भवति, अनन्तरं यण् भवति, सर्वाणि तथैव नास्ति. पुनः वदतु किमस्ति कार्यम्. अस्तु, अधियोगः इयोगः मी. इदानीम् इयोगः मी तत्र इकारस्य पुनः एकारः भवति, एमि इति भवति. इदानीम् एम् अधियोगः एमि उपसर्गं योजयामः, तत्र यणादेशः भवति, अध्या इति भवति, अध्येमि इति भवति. अस्तु, अपि च अन्तरम् इदानीं वः इति, अधियोगः इयोगः वः, तत्र इयोगः वः प्रथमं, तत्र तत्रापि ए इति भवति, ए वः इति भवति, अधियोगः एवः इति भवति, इयोगः वः, ओ क्षमतां, तत्र गुणः न भवति, अपित् अपित अपितः, तर्हि तत्र इवः इति एव भवति खलु. अधीवः इति भवेत् तत्र, अधियोगः इवः अधीवः इति भवति. तत्र अधि इत्यस्य स्थाने किमपि कार्यं न भवति, तथा एव अधियोगः इयोगः महा अधीमः. कार्यं भवति खलु, किमर्थं कार्यं न भवति इति वदति? अकसवर्णे दीर्घः भवति. हा, तावदेव तावदेव. गुणः न भवति तत्र, केवलं दीर्घादेशः भवति. अधिमः इति अपि तत्र तदेव, अधियोगः इयोगः महा अधि अधि इति प्राप्तम्, अधीमः इति भवति. सम्यक्, धन्यवादः. अस्तु भगिनि, धन्यवादः. तर्हि तत्र अग्रे लोट् लकारः किम्? उषा भगिनी वदतु. क्षम्यतां भगिनि, चिन्ता नास्ति, चिन्ता, यतोहि तत्र भगिन्याः चिन्तनं भवतु इति कृत्वा तावदेव. आम्, वदतु. अस्तु भगिनि, लोट् लकार अधियोगः इयोगः तु, तु इति पित् प्रत्ययः, गुणः भवति अधियोगः एतु, एतु इति भवति, अधियोगः एतु, धी ईकारः यकारः अध्येतु इति भवति, अधियोगः इयोगः तात् अपित् प्रत्ययः, गुणः नास्ति, इतात् अधियोगः इतात् अकसवर्णे दीर्घः अधीतात् इति भवति, इताम् अधियोगः इयोगः तां, गुणः नास्ति, अधीताम् तु तां तु ताम् अन्तु, ओ अन्तु अकार अजादिप्रत्ययः, इण्वत् भवति इत्यनेन यण् आदेशः भवति, यण् आदेशः इयोगः अन्तु, यन्तु इति भवति, ई स्थाने यकारः, यन्तु इति भवति, अधियोगः यन्तु, अधियोगः यन्तु, न अधियोगः यन्तु, अधियन्तु एव. अनन्तरं मध्यमपुरुष एकवचनं, हि हि अधियोगः इयोगः हि अपित् प्रत्ययः एव, अधियोगः इहि अधीः अधीः बकवो अधीः इतात् अनन्तरं तात् इतात् एव अधि इतात् अधीतात् इतम् इतम् इति भवति तम् इतम् सो अधीतं देन् तुता ताम् अन्तु नो चेत् तं त इत अधियोगः इयोगः त अधियोगः इत अधीत देन् आनि आव आम सर्वेपि पित् प्रत्ययः अपि च अजादि अजादि इत्यनेन यण् आदेशः भवति इयोगः आनि यकारः यानि भवति अधियोगः यानि अधियोगः यानि अधि यानि एव अधि यानि अधि याव अधि याम न न एकक्षणं तत्र उत्तमपुरुषे एकवचने किमस्ति रूपम् उत्तमपुरुषे एकवचनं अधियोगः ईयोगः आनि ओ पित् प्रत्ययः गुणगुणा भवति पित् पित् प्रत्ययः अजादि पित् गुण भवति ओके ओके क्षम्यतां मया इनोयन् कार्यं कृतवती गुणकार्यम् अस्ति इत्यनेन ई योगः आनि ये योगः आनि ये योगः आनि अयावसन्ति अयावसन्ति भूत्वा अयानि इति भवति अधियोगः अयानि अधियोगः अयानि अद् यण्सन्धि अद् यानि इति भवति अद्यानि अद्यानि नास्ति भगिनि ई अधियोगः अयानि अधि इकार अकार इकारस्य स्थाने यकारः इका सो अद् यकार अकार अद् अद्ययानि अद्ययानि अद्ययानि अस्तु क्षम्यताम् अद्ययानि अद्ययाव अद्ययाम सम्यक् सम्यक् समीचीनं धन्यवादः तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी लङ्लकारः सम्यक् न जानामि प्रयत्नं करोमि भगिनि भवती सर्वं जानाति वदतु अत्र इक् इति धातु अस्ति अतः अधि इति एव सर्वत्र भवति खलु संशयः तत्र न लङ् लकारे अडागमः आडागमः भवति अतः अधि योगः ई योगः त इति भवति त अधियोगः ईयोगः त न न अधियोगः ईयोगः त इति न अत्र तु आडागमः भवति इति उक्तवती खलु अधियोगः ईयोगः त तत्र आडागमः भवति अतः आटश्च इत्यनेन वृद्धि भवति न अधि तु प्रथमं न आयाति खलु भगिनि प्रथमम् ई योगः त आटश्च इति अच् आदौ अच् अस्ति इति कृत्वा आटश्च अपि च प्रथमम् आडागमः आडामः आडजादीनाम् अपि च आटश्च इत्यनेन न न प्रथमतया आडागमः भवति चेत् तत्र रूपं किं भवति इति एकवारं वदतु तेन सर्वेषां स्पष्टता भवति आडागमः भवति चेत् आयोगः ईयोगः त इत्यत्र आयोगः ए योगः त इति भवति सार्वधातुक अर्धधातुकयोः इत्यनेन तत्र गुणः भवति आयोगः ए योगः त तत्र वृद्धि भवति ऐ योगः त इति भवति इदानीम् अधि इति उपसर्गः पूर्वम् आयाति यण् भवति यण् भवति चेत् अधि अध्य इति भवति एत् अध्ये अध्ययित् इति भवति सम्यक् अध्ययित् अध्ययित् इति अध्ययित् जष्त्वम् अध्ययित् सर्वत्र एवमेव भवति खलु अध्ययित् अध्ययिताम् अध्ययिताम् अध्ययन्तु न भवति अत्र न भवति अत्र अध्ययन् इति भवति वा द्विवचने तत्र गुणः न भवति न न न अत्र तु इणोयन् आयाति बहुवचने द्विवचने कथं किमस्ति द्विवचने किमस्ति रूपं द्विवचने ई योगः तस् इति अस्ति तत्र इयोगताम् इयोगताम् इयोगताम् अत्र अत्र प्रथमम् आडागमः भवति आडजातीनाम् आडागमः पुनः आटश्च इति ईकारस्य ऐ भवति आयोगः इ ऐ इति भवति वृद्धि भवति ऐ ताम् इति अस्ति अधि योगः ऐ ताम् अत्र अधि इत्यस्य यण् भवति अध्य ऐ ताम् अध्ययिताम् समीचीनं नास्ति वा सत्यं सत्यं सत्यम् अध्ययिताम् अध्ययिताम् बहुवचने तु इणो यण् आयाति इण्वत् भवति इति कारणात् अत्र ई योगः अन्त इति अस्ति आडजातीनाम् इति अन् इति प्रत्ययः अन्त इति न अन् इति प्रत्ययः ओ अस्तु संयोगान्तस्य लोपः अभवत् वा सर्वम् अभवत् अन् इति सिद्धप्रत्ययः अस्तु अतः अन् इति सिद्धप्रत्यय ई योगः अन् तत्र आट् आगमः आयाति आ योगः इनोयन् इति ईकारस्य स्थाने यकारः भवति आ योगः य योगः अन् आयन् इति अस्ति इदानीम् अधि इति उपसर्गः आयाति इकोयणचि इति अध्य योगः आयन् इति अध्यायन् सम्यक् समीचीनं वा आमाम् अध्यायन् मध्यमपुरुषे स इति प्रत्ययः वा भगिनी विस्मृतवती स आं स सकारः इति प्रत्ययः सकारः ई योगः सन् स आडजादीनामिति आडागमः आयोगः ए योगः स सकारः पुनः आटश्च इत्यनेन वृद्धि भवति खलु अत्रापि आं भवति भवति ऐ योगः स सकारः इदानीम् अधि उपसर्गः आयाति चेत् अध्य अध्यै स ससजुषोरुः खरवसानयोर्विसर्जनीयः अध्यैः समीचीनं वा सम्यक् अध्यैः अध्यैः मध्यम द्विवचने मध्यमपुरुषद्विवचने समानं अध्ययितम् अध्ययितम् अध्ययितं बहुवचने अध्ययित समानप्रक्रिया समानप्रक्रिया इति नास्ति अत्र अत्र समानप्रक्रिया इत्युक्ते अत्र गुणः न जायते खलु इति भेदः अस्ति एकवचने यथा आसीत् तथैव अत्र इति न खलु बहुवचने प्रथमपुरुष बहुवचने भिन्न भिन्नः आसीत् अत्र प्रथमपुरुषे मध्य प्रथमपुरुषे द्विवचने या प्रक्रिया सा एव प्रक्रिया अत्रापि द्विवचने सत्यम् अध्य ऐ त अध्ययित इति एकवचन इद उत्तमपुरुषे उत्तमपुरुषस्य किं भवति अम् इति प्रत्ययः ई योगः अम् आडजादीनाम् आ योगः ई योगः अम् वृद्धि भवति ऐ योगः अम् अधि इदानीम् आयाति ऐ योगः अम् तत्र किं भवति तत्र आय् योगः अम् आयम् इति अस्ति अधि इति आयाति चेत् अध्य आयम् अध्यायम् अध्यायं मध्यम उत्तमपुरुष द्विवचने व आटश्च सर्वं कृत्वा ऐ व इति अस्ति. इदानीम् ऐव अधि अद्य ऐव अद्यैव अद्यैम. अस्तु, उमा भगिनी विधिलिङ्गकारे वदति वा? अस्ति वा उमा भगिनी? न श्रूयते भगिनि. वदामि. इच्छा इच्छातां युः याः यातं यात यां याव याम. तदेव वदतु. रूपाणि वदतु भगिनी, प्रक्रिया कथम् अस्ति? एकं रूपं वदतु, अन्यानि समानानि भवन्ति. जोर्णेन किं ख्यातां युः याः याति सारि या ज्ञातां युः सारि सारि धातुः क लोपः धातु अवशिष्यते. यात् यातां युः याः यात यात यां याव याम. अजन्तदा अजन्त सारि अजादिधातुः तस्मात् जोडनं. परन्तु इदानीम् अधिपूर्वकः अस्ति खलु, सर्वं संयोजयित्वा वदतु. केवलं ईयात् ईयातम् इति वदति चेत् को लाभः? अद्यात् अद्यातां अद्युः न न न न न इत्युक्ते अधि प्लस् यात् इति नास्ति भगिनि. भगिनि धातुः इ इति धातुः, इक् इति धातुः, इ इति धातुः, इ योगः यात्, अनन्तरम् अधिपूर्वकः. इदानीं योजयित्वा वदतु. अधि अधि प्लस् इ प्लस् यात् अधि प्लस् इ अद्य अद्यात् अधि प्लस् इ किमर्थम् अद्य इ प्लस् इ किं भवति? अधि प्लस् इ अधीयात् अधीयात् अधीयाताम् अधीयुः अधीयाः अधीयातम् अधीयातम् अधीयाम् अधीयाव अधीयाम्. अस्तु, समीचीनम्. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. हा, समीचीनं. तर्हि इदानीम् अग्रे गच्छामः. इङ् अध्ययने इति धातुः, विजया भगिनी वदतु, पठतु. इङ् धातुः ञित् अतः आत्मनेपदी धातुः, नित्यम् अधि पूर्वं पूर्वः च. प्रथमबिन्दुः हलादि पित्सु अस्ति चेत् आत्मनेपदी धातुषु नास्ति एव. अजादिपित्सु गुणः अयादेशः, अधि योगः ई योगः ऐ योगः, गुणे अधि योगः इकारस्य स्थाने एकारः ऐ, तदेव अधि योगः ये योगः ऐ. इदानीम् अत्र एकारस्य स्थाने अयादेशः, अधि योगः ऐ योगः ये, सन्धिकार्यम् इको एनचि इत्यनेन अद्यै. अनन्तरं ऐ भवति अद्यये, अद्यै इति भवति. अनन्तरं हलदि अपिस् अस्ति चेत् निति च इत्यनेन गुणनिषेधकम् अधि योगः ई योगः ते. इदानीम् इकारस्य स्थाने इकारः न इकार इकारमेलनेन अकर् अकः सवर्णे दीर्घः इत्यनेन अधीते इति भवति. अजादिपित्सु अजादि अपित्सु निति च गुणनिषेधः. अचिस्नुधातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ इत्यस्य प्रसक्तिः अधियोगः ईयोगः आते. अधियोगः इकारस्य स्थाने अचिष्णुधातु ब्रुवङ् युवोर् इयङ् उवङ्गौ इत्यनेन इकारस्य स्थाने इयङ् भवति. अनुबन्धलोपानन्तरम् ई एव तिष्ठति. अतः अधियोगः ईयोगः आते. इदानीम् इयाते भवति. अधियोगः इयाते. अकः सवर्णे दीर्घः इत्यनेन अधियाते इति भवति. अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया. प्रथमं लङ् अडागमः अडागमः आडागमः च. द्वितीयबिन्दुः तिङ् निमित्तम् अङ्गकार्यं. तृतीयबिन्दुः लङि अस्ति चेत् अत्र आडागमः सति वृद्धिकार्यं भवति. चतुर्थबिन्दुः तिङ् प्रत्यययोजनं तत् सम्बन्धसन्धिकार्यं. पञ्चमबिन्दुः उपसर्गयोजनं तत् सम्बद्धसन्धिकार्यम्. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु इति. अत्र इदानीमत्र इङ् धातुः एतत् आत्मनेपदी धातुः भवति. परन्तु अत्र इङ् इक् यत्र भवति तत्र अति उपसर्गपूर्वकः अधि उपसर्गपूर्वकः इत्यनेन एव अत्र कार्यम् अभवत्. तदानीं इदानीमपि तदेव भवति खलु महोदय? आम्, अत्रापि अधि उपसर्गपूर्वकः आत्मनेपदी धातुः अयं. परन्तु अत्र तु इन्वत् इक् इति नास्ति अत्र व्यवहारः. अतः इनोयन् इति प्रसङ्गः न भवति अत्र खलु? आम्. अस्तु, वदतु तत्र प्रक्रियाविषये किम् उक्तं तत्र. आम्, इदानीमत्र इन् धातुः स्वीकुर्मः चेत् अत्र ञित् अतः आत्मनेपदी धातुः अस्ति. अनुदात्त उपदेश अनु आत्मनेपदी धातुः अनुदात्तहित आत्मनेपदम् इत्यनेन एव अत्र आत्मनेपदं भवति. अत्र अलादिपित्सु आत्मनेपदी धातुः नास्ति एव. पित्सु अनन्तरम् अलादिपित्सु अजादिपित्सु अस्ति चेत् अत्र गुणः भवति. अनन्तरम् अयादेशः भवति एचो यवायावः इत्यनेन. अतः एव अत्र उदाहरणं दत्तम् अधियोगः अति उपसर्गपूर्वकः ई धातोः ऐ भवति. ऐ इत्युक्ते अत्र गुणे अधियोगः इकारः अत्र इकारस्य स्थाने एकारः भवति गुणः भवति. इको एनचि इत्यनेन एव महोदय इनो कुत्र वदति भवती इदानीम् अलादि अपित्सु वदति वा? द्वितीयबिन्दुः महोदय. अजादिपित्सु गुणः भवति तावदेव गुणः भवति. तदनन्तरं प्रत्ययः अजादिप्रत्ययः अजादिप्रत्ययः पित् प्रत्ययः अस्ति चेत् गुणः भवति खलु. अनन्तरम् अयादेशः. अनन्तरम् अत्र अधियोगः अयादेशः भवति. अनन्तरम् ऐ इति अत्र प्रत्ययः भवति. अधि ऐ अद्यै इति भवति. ऐ योजनेन अद्यै अद्ययै इति ऐ इति प्रत्ययः नास्ति. ऐ इति अङ्गम् न महोदय अत्र ई एव अङ्गं खलु. न अत्र अयादेशः भवति खलु. अयादेशः इति अङ्गमस्ति खलु. ऐ इति अङ्गमस्ति खलु. अय इति अङ्गम् भवती ऐ इति प्रत्ययस्य विषये वदति वा? आं महोदय. ओके ओके ओके ओके अस्तु अग्रे. अतः अद्य युगः ऐ अद्यै भवति. अनन्तरम् अत्र प्रत्यययोजनेन एतत् बहुवचने भवति, अतः अद्यै अद्यै इति भवति. अनन्तरं हलादि अपि स्वीकुर्मः चेत् तत्र ङिति च इत्यनेन गुणनिषेधः अत्र, अतः अधियोगः इ अकः सवर्णे दीर्घः इत्यनेन दीर्घं भवति अधि. अनन्तरं ते इति योजनेन अधीते इति भवति आत्मनेपदि धातुः. अनन्तरम् अजादि अपि चेत् तत्र अपि ङिति च इत्यनेन गुणनिषेधः भवति, परन्तु अपित्सु अस्ति चेत् अत्र अचिष्णु धातु ब्रुवाङ् इवो इयङ् उवङ्गौ इत्यस्य प्रसक्तिः भवति. अतः इकारस्य स्थाने इयङ् आदेशः भवति, उकारस्य स्थाने उवङ्ग् आदेशः भवति. इदानीम् अधियोगः इन् योगः आते इति भवति. अधियोगः इ अस्ति चेत् अत्र इदानीम् एषो एव यावः कार्यं न करोति. किं किमर्थं चेत् अत्र अपित्सु अस्ति, अतः तत्र अचिष्णु धातु ब्रुवाङ् इवो इयङ् उवङ्गौ कार्यं भूत्वा इयङ् इत्यस्य अनुबन्धलोपानन्तरम् इ एव तिष्ठति. अधियोगः इ आते योजनेन अधीयाते इति भवति, दीर्घः भवति अधीयाते इति. अतः तत्र किम् अवधेयं चेत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते तदानीमपि इदानीं न तदेव इदानीमपि आधारीकृत्य प्रक्रिया प्रवर्तनीया. किमस्ति चेत् अत्र लङ् अस्ति चेत् अत्र अडागमः आडागमः लुङ् लङ् लुङ्षु अडुदातः इत्यनेन. अनन्तरं तिङ् निमित्तम् अङ्गकार्यं भवति. आडागमः सति चेत् अत्र वृद्धिकार्यं भवति. तिङ् प्रत्यययोजनेन अत्र तत् सम्बन्धसन्धिकार्यं भवति. अनन्तरम् उपसर्गयोजनं भवति, तत् सम्बन्धसन्धिकार्यमपि भवति इति तत्र दत्तं महोदय. अस्तु समीचीनम्. तर्हि लट्लकाररूपाणि वदतु. इदानीमत्र अधि इति ह्रस्वं भवति. एतत् उपसर्गपूर्वकः अधियोगः इ इति धातुः अस्ति अनुबन्धलोपानन्तरम्. अनन्तरम् अत्र इदानीमपि अधियोगः इ योगः अधि इति भवति, ते योजनेन अधीते इति भवति. अत्र आते इति अस्ति, तत्र अपि किं भवति इदानीम् अधि रस्वमस्ति, अनन्तरम् इ इति अस्ति धातुः वर्णमेलनेन अधि अधि इति भवति. न तथा न भगिनि, तथा न करणीयम् इत्युक्ते अधियोगः इ अधि इति भवति इति न. प्रथमतया अत्र अङ्गकार्यं किम् इति चिन्तनीयं, तदनन्तरमेव अधियोगः इ. अङ्गकार्यं किम् अस्ति अत्र? अधियोगः इ योगः आते. इदानीमत्र इ अस्ति. इदानीम् एतत्तु अपित् अपित् अस्ति, इदानीमेव पठितवन्तः. अपित् अस्ति चेत् अत्र अचिष्णुधातु ब्रुवाङ् इवो इयङ् उवङ्गौ इत्यनेन इ आदेशः भवति. अनन्तरम् अनुबन्धलोपानन्तरम् इयङ् इत्यस्य इ एव तिष्ठति. इदानीम् अधियोगः इन् योगः आते. वर्णमेलनेन एव अत्र अधी याते इति भवति. समीचीनं खलु महोदय? अधियोगः इ इत्यस्य इय इति भवति, इयाते इयाते. इदानीम् अधियोगः इयाते किं भवति तत्र? वर्णमेलनमेव खलु महोदय. अधियोगः इ अस्ति, इ अस्ति अत्र इकार इकारमेलनेन खलु इय इति अस्ति. इयङ् इत्यत्र केवलं नकारस्य एव लोपः भवति. इययोगः याते आते इयाते. अधियोगः इयाते किं भवति? वर्णमेलनं नास्ति, इयोगः इ किं भवति तत्र? अकः सवर्णे दीर्घः न भवति वा? भवत् मया उक्तं खलु महोदय, अधियोगः इ इति अस्ति. अतः इकार इकारमेलनेन दीर्घं भवति, अधी इति भवति, अधी अनन्तरम् अधी अनन्तरम् आते योजनेन अधी आते इति भवति. अस्तु सम्यक् अग्रे. अनन्तरम् अते अस्ति, तत्रापि अधियोगः इ इति धातुः अस्ति. तत्र किं भवति अत्र अते इति अस्ति, एतदपि अपित् अस्ति, अतः तत्र अचिष्णधातु गुरुवङ् यो इयङ् उवङ्गौ इत्यनेन अनुबन्धलोपानन्तरम् इयङ् स्थाने इ एव तिष्ठति. अनन्तरम् अधियोगः इ इत्यनेन अत्र अकः सवर्णे दीर्घः इत्यनेन दीर्घं भवति, अनन्तरम् अते योजनेन अधीयते इति भवति. अग्रे खलु महोदय. अनन्तरम् अत्र अधियोगः इ योगः एतत्तु पित् अस्ति, अतः तत्र वर्ण इदानीम् अत्र अकः सवर्णे दीर्घः कार्यं करोति, अतः अधि इति भवति. अनन्तरं से अस्ति, इकारः अस्ति इङ्कोः इति अत्र निमित्तं भवति, अतः तत्र आदेशप्रत्ययोः इति सूत्रेण कार्यं भवितुम् अर्हति. अतः तत्र से स्थाने दन्त्यसकारस्य स्थाने मूर्धन्यसकारः आगत्य कार्यं करोति, अतः तत्र अधीशे इति भवति. इदानीम् आथे अस्ति, आथे इति भवति. अत्रापि एतत्तु अपि अस्ति, अतः तत्र अचिष्णुधातु गुरुवाङ् यो रियम् ओहङ्गो इत्यनेन इति सूत्रस्य सूत्रेण इति धातोः इ भवति, अतः इयङ् आदेशः अनुबन्धलोपानन्तरम् इ एव तिष्ठति. अनन्तरम् अत्र तत्र अपि अनन्तरम् अत्र अधियोगः इ भवति, तत्र अपि अकः सवर्णे दीर्घः कार्यं करोति, अतः अधि भवति, आते योजनेन अधीयाते इति भवति. द्वे इति अस्ति, तत्र द्वे एतदपि अत्र द्वे अस्ति, अधियोगः अधियोगः अत्र द्वे एव अस्ति भगिनि. इ इति धातुः अपि अस्ति खलु भगिनि? अधियोगः इ योगः द्वे भवति. इदानीमपि अत्र अकः सवर्णे दीर्घः कार्यं करोति, अतः अधि इति दीर्घं भवति, द्वे योजनेन अधि द्वे इति भवति. अनन्तरम् अत्र ये अस्ति, एतत् उत्तमपुरुषम् अस्ति, उत्तमपुरुषः अस्ति, अतः गुणः भवति. अत्र नाम न महोदय, पित् अस्ति, अतः तत्र अचिष्णुधातु गुरुवाङ् यो इयङ् ओवङ्गो इत्यनेन इ भवति, अधियोगः इ योगः, अतः तत्र अकः सवर्णे दीर्घः इत्यनेन अधि भवति. अनन्तरम् अत्र एकारः भवति. इदानीं वर्णमेलनेन अधि ये इति भवति, तावदेव. अधि ये इदानीमपि अत्र किं भवति, वहे महे इति अस्ति, अत्रापि अकः सवर्णे दीर्घः कार्यं करोति, अधि योगः इ योगः वहे अधि वहे अधि महे इति वर्णमेलनेन अत्र प्रथमम् अकः सवर्णे दीर्घः कार्यं करोति, अनन्तरं वर्णमेलनेन अधि वहे अधि महे इति भवति. अस्तु, सम्यक् अस्तु, धन्यवादः भगिनि. इदानीं तत्र किमस्ति, लोट् लकारः, विजयलक्ष्मी भगिनी वदतु. लोट् लकारः अधि अनन्तरं योजयामः, ताम् अतां ताम् अत्र इ योगः ताम् उत्तम प्रथमपुरुष एकवचने इ योगः ताम् अधि उपसर्गयोजनेन अधि योगः इ योगः ताम् अधीताम् दीर्घ ईकारः भवति, अकस्सवर्णे दीर्घः. ताम् आताम् आताम् इत्यत्र गुणः भवति न आताम् आताम् इति पित्वा पित्वा अपितस्य अपित् अस्ति खलु तर्हि तर्हि इ आताम् अत्र इयम् आदेशः भवति अजिष्णुधातु ब्रुवाम् इयम् आदेशः भवति चेत् इयाताम् इति भवति अधियोजनेन अधियाताम् अग्रिमं अताम् अत्रापि इयम् आदेशः भवति इ अताम् अजिष्णुधातु ब्रुवाम् इत्यनेन इय आताम् इयाताम् अधि इयातां दीर्घः भवति अकस्सवर्णे दीर्घः अधि सोरि इयताम् नाट् इयाताम् इयताम् अधि अधीयताम् अधीताम् अधीयाताम् अधीयताम् मध्यमपुरुषे किञ्चित् विस्मृतवती भगिनी मध्यमपुरुष स्व इति प्रत्ययः खलु स्व स्व स्व ईयोगः स्व अत्र तावदेव खलु अधि इ स्व दीर्घः भवति अधि अत्र शकारः भवति अधीश्व शकारः केन सूत्रेण प्रत्ययो आदेशप्रत्ययोः निमित्तम् अत्र सकारः अस्ति प्रत्ययस्य आदौ सकारः प्रत्ययस्य अवयवरूपेण सकारः अवयवरूपेण सकारः अपि च इन् कोः इत्यत्र ईकारः अस्ति अतः अधि इत्यत्र ई अस्ति अतः अधीश्व इति भवति अधि अधीश्व अधीयाथां समानं द्विवचनं याताम् अत्र याथाम् अधीयाथां ध्वं ध्वम् इत्यत्र ध्वम् ई ध्वम् अधि ध्वं तावदेव केवलम् अकस्सवर्णे दीर्घः अधि ध्वम् स्व एकवचने उत्तमपुरुषे किं भवति भगिनि ऐ इति प्रत्ययः ऐ ऐ ऐ ऐ अत्र ऐ इति प्रत्ययः अतः पित्वा पित्वा गुणः भवति पित् अस्ति खलु आत्मनेपदीप्रत्ययेषु केवलं लोट्लकारे उत्तमपुरुषे एव प्रत्ययाः पितः अन्यत्र सर्वत्र अपितः अपित् अत्र गुणः भवति चेत् ईकारस्य एकारः भवति इ इति अङ्गं धातुः अस्ति खलु इ योगः ऐ इ योगः ऐ ए योगः ऐ इति भवति अधि ए ऐ अध्य अध्ये ऐ अध्ययै अत्र एचो यवायावः इति एकारस्य ऐ आदेशः भवति अध्य इति इको एणचि इत्यनेन अधि इत्यस्य अध्य भवति अध्य ऐ ऐ अध्ययै अध्ययै अध्ययै अपि च वहै महै ई योगः वहै गुणः भवति ए योगः वहै ऐ एकारस्य एचो यवायावः इत्यनेन ऐ आदेशः भवति सारि वहै किं भगिनी तत् आवहै अथे ऐ वहै किं भवति इति न ई योगः आवहे गुणः भवति ये इदानीम् ए इति आवहे ए योगः आवहै ऐ योगः आवहै अयावहै इदानीम् अधि अधि इत्यस्य अध्य इति यण् भवति अध्य अध्य अध्य अयावहै अध्ययावहै अध्ययावहै अध्ययावहै अपि च अध्ययामहै सम्यक् समीचीनम् अस्तु इदानीं शोभाभगिनी अग्रे लङ्गि आं भगिनि लङ्गि ता आताम् अत तर्हि ई योगः त तत्र आडागमः आयोगः ई योगः त आयोगः ई इत्यस्य ऐ इति तत्र तु गुणः नास्ति अपितः अपितः सर्वे आयोगः ई तर्हि तत्र कथं वृद्धिः आटश्चैत्यनेन आडजादीनाम् इत्यस्मात् आटश्चैत्यनेन वृद्धिः भवति ऐ ऐता इति भवति अधियोगः अयोगः त तर्हि अधि इत्यत्र तत्र यणादेशः भवति अध्य ऐता अध्य ऐता अधि इदानीम् ईयोगः आताम् आयोगः ईयोगः आताम् तत्रापि वृद्धिः ऐ योगः आतां भवति ऐ योगः आतां तत्र अयादेश किं तत्र अयादेशः खलु एचोयवायावः इत्यनेन अयादेशः अध्ययि इत्यस्य अध्याय अध्यय् इति भवति अध्यया अध्ययातां अयोगः आताम् अध्ययात् अध्ययाताम् इति भवति अध्ययाताम् इदानीं तथा एव तत्रापि आट् योगः ई योगः अतां बहुजने अट अतां हा अत अतां नास्ति अत ओ क्षमताम् अत आम् तर्हि आट् योगः ई तत्र पुनः ऐ योगः अत तत्र ऐ इत्यस्य पुनः एच् यावः ऐ ऐ इत्यस्य ऐ इति भवति ऐ ऐ योगः अत किं भवति तत्र लङ् तत्र अन् भवेत् अस्तु कथं भवति अन् अन् इति नास्ति अत् इति प्रत्ययः अत् इति प्रत्ययः अत्र परस्मैपदी नास्ति आत्मनेपदी अस्ति खलु क्षम्यताम् अस्तु अध्ययि तर्हि अध्ययत् अध्ययत इति भवति अस्तु थाः इति इदानीं मध्यमपुरुषे एकवचने तत्र ई योगः थाः तत्र पुनः आट् योगः ई योगः थाः ऐ भवति ऐ थाः इदानीम् अधि इत्यत्र पुनः यणादेशः अध्य इति भवति अध्यै थाः इदानीम् अजादि तत्र आयोगः अत्र पुनः अयोगः अथाम् अधियोगः अथां तर्हि एकं अयोगः अथां तत्र ऐ इत्यस्य ऐ अयाथाम् इति भवति अधियोगः अयाथाम् अध्या यणादेशः अध्याथाम् इति भवति अध्ययाथाम् अध्ययाथां क्षम्यतां याथाम् अधि इत्यत्र अध्या ऐ आथाम् ऐ आथाम् अध्यायाथाम् अध्ययाथाम् हा अध्ययाथाम् ईयोगः ध्वम् आट् योगः ईयोगः ध्वं तत्र ऐ योगः ध्वम् ऐ इत्यस्य पुनः अयादेशः अयध्वम् किमर्थम् अयादेशः क्षमताम् ईयोगः ध्वं तत्र हलादि अपि तु केवलम् ऐध्वम् ऐध्वमेव हा आट् इति आयोगः इ ऐ ऐ योगः ध्वम् ऐध्वम् अपि च अधियोगः ऐध्वं तत्र अध्यैध्वम् इति भवेत् अध्यैध्वम् उत्तमपुरुषे इ आट् योगः इ योगः इ तर्हि ऐ योगः इ तत्र पुनः ऐ इत्यस्य ऐ अयादेशः अययोगः इ भवति अययोगः इ ऐ ऐ अययोगः इ ऐ इति भवति अधियोगः ऐ अस्ति चेत् इदानीम् अजादि अपित्सु तत्र अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं भवति तर्हि अधियोगः ई इत्यस्य ई आदेशः किं तत्र किञ्चित् भ्रमः जातः अधि इत्यस्मात् पूर्वं न अत्र तस्मात् पूर्वं किमपि अत्र कार्यं भवति अजादिप्रत्ययः अस्ति चेत् किमपि कार्यं भवेत् खलु हा अजादि अपित् प्रत्ययः अस्ति चेत् तथा इयङ् उवङ् आदेशः भवति इयङ् आदेशः भवति तत्र अस्तु इयङ् भवति चेत् इ इत्यस्य तत्र धातोः इ इत्यस्य इय इति भवति इदानीम् इययोगः इ इय न इ योगः इ इ इति भवति अधियोगः इ खलु आट् योगः इ ऐ भवति ऐ ऐ इति भवति वा तर्हि तत्र हा तदेव अस्ति वा भगिनि आट् योगः इ तर्हि ऐ इति भवति ऐ इदानीम् अधि इति योजयामः चेत् अधि इत्यस्य यकारः यणादेशः भवति तर्हि अचि किं तत्र यणादेशः इय अचिष्णु इति अचि परे कार्यं करोति अच् अस्ति इदानीं तेन तत्रापि ई आदेशः भवति खलु अधि इत्यत्र न केवलं यणादेशः भगिनि अध्या अध्ययि अध्ययि इति भवति इत्युक्ते तत्र द्विवचने अचिष्णु धातु ब्रुवम् इत्यस्य चिन्तनं भवत्या न कृतं खलु प्रथमपुरुषे द्विवचने प्रथमपुरुषे द्विवचने आताम् इति अस्तु अजादि अचिपरे अचिष्णु तत्र ई योगः आट् योगः ई योगः आताम् तत्र आट् योगः ई योगः आताम् तत्र तु अचि स्नु धातु भ्रुवम् इत्यनेन इयादेशः भवति तर्हि तत्र इयाताम् इति भवति इयाताम् इदानीम् आयोगः इयाताम् आयोगः इ तत्र ऐ भवति अयाताम् इति भवति तस्मात् अधि इत्यस्य योजनेन अध्य अय्याताम् अध्ययाताम् अध्ययाताम् इति भवति. एवमेव बहुवचने अपि एवमेव यत्र यत्र अजादिप्रत्ययः अत्र सर्वत्र अयादेशः इयङादेशः सर्वत्र भवति इति न उक्तं खलु. आमामाम् तर्हि तत्र अध्ययत इति भवति. अपि च मध्यमपुरुषे मध्यमपुरुषे द्विवचने बहुवचने द्विवचने मध्यमपुरुषे द्विवचने अपि तथा एव भवेत् तर्हि अध्ययाताम् इति भवति. सम्यक् अस्तु. इदानीं उत्तमपुरुषे द्विवचने बहुवचने हा तत्र हलादि अपित्सु हलादि अपित्सु तत्र किमपि न भवति हलादि अपित्सु. तर्हि तत्र इदानीम् आट् योगः इ योगः वहि इव हि इति भवति आयोगः इ ऐ ऐ वहि भवति अधि इत्यस्य अध्य अध्यै वहि अध्यै महि इति भवति. अस्तु सम्यक् धन्यवादः. इदानीं तत्र विधिलिङ्गकारः उषा भगिनी वदतु. अस्तु भगिनि अधियोगः ईयोगः विधिलिङ्ग् ईत ईयात मीरन् सर्वे प्रत्ययाः अजादि अपित् प्रत्ययाः अजादि अपित् प्रत्ययाः अचिष्णुधातु ब्रुवाम् ई धातु कृते अचिष्णुधातु ब्रुवाम् इवोरियङ्गु वङ्गौ इत्यस्य कार्यम् अस्ति. ई स्थाने इकार यकार भवति अधियोगः इकार यकार योगः ईत अधि ईत इकार यकार ईत ईत भवति अधि अधि ईत अधियोगः यकार दीर्घ ईकार अन्तकार सो अधि ईत तथा एव अधि अधि ई याताम् ई याताम् इति अस्ति इत्यनेन अधि अधि ई याताम् अधि तथा एव अधि यकार ई दीर्घ ईकार ई इत्यनेन अधि ईरन् तथा एव अधि ईताः अधि ई याताम् यकार ईकार प्रत्ययात् पूर्वं ई इति यकार दीर्घ ईकार अधि ई याताम् अधि ई ईद्वम् अधि ईद्वम् अधि अधीय अधि ई वहि अधि ई महि. अस्तु सम्यक् समीचीनं धन्यवादः. तर्हि इदानीम् अग्रे गच्छामः. इन् अध्ययने इति धातुः समाप्तः. इदानीं वि धातुः गतिव्याप्तिप्रजनकान्त्यसन आदनेषु इति उमाभग्नि पठति वा. धातुः करपत्रे कुत्र अस्ति इति न जानाति वा. नो सेकेण्ड् वन् इकारान्तः इकारान्तः तत्र इङ् अध्ययने इति धातुः अनन्तरमस्ति साक्षात् डि इति भागः पुननिषेधः कुत्र पठति कुत्र पठति तत्र सम्पूर्णतया पठतु. वि धातुः गतिव्याप्तिप्रजनकान्त्यस्तन अदनेषु इति पुनः सम्पूर्णतया पठतु. इकारान्तदातवः ईकारान्तदातवः सेवन् न भगिनि न भवत्या न प्राप्तम्. अस्तु तर्हि अत्र विजया भगिनी पठतु. आं महोदय अत्र डि इति बिन्दुः अस्ति, वि इति धातु, गतिव्याप्ति प्रजन कान्त्यस्सन खादनेषु इति अर्थे आगच्छति वि इति धातुः. अत्र अलादिपित्सु अस्ति चेत् अत्र गुणः भवति अलादिपित्सु, अतः वि योगः ति. इदानीम् ईकारस्य स्थाने सार्वधातुक अर्धधातुकयोग इत्यनेन ए वे भवति, वे योगः ति वेति इति अस्ति. अजादिपित्सु तत्र अपि गुण आदेशः भवति, अनन्तरम् अयादेशः भवति. वि योगः आनि इति भवति, वि इत्यस्य सार्वधातुक अर्धधातुकयोः इत्यनेन वे भवति, आनि भवति. इदानीम् अत्र एकारस्य स्थाने अयादेशः भूत्वा वै इति भवति, वै युगः आनि वयानि इति वर्णमेलनेन पूर्णतया निष्पन्नम् अत्र. इदानीं हलादि अपित्सु अस्ति चेत् यत्र यत्र अपित् भवति तत्र गुणनिषेधः भवति इति वयं जानीमः निति च इति सूत्रेण एव. अतः वि युगः तः योजनेन वर्णमेलनमेव वीतः इति. अजादि अपित्सु अस्ति चेत् अत्र अपि गुणनिषेधः निति च इति सूत्रेण, परन्तु अत्र अचिष्णुधातु गुरुवाङ् युवोर् इयङ् उवङ्गौ इत्यनेन इयङ् आदेशः भवति इकारस्य स्थाने, अतः वि योगः अन्ति. अत्र युप् योगः इयङ् इत्यस्य अनुबन्धलोपानन्तरम् इ एव तिष्ठति, अनन्तरं व योगः इ योगः अन्ति. इदानीं वियन्ति इति भवति बहुवचने. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु इति. इदानीं लटिरूपं वदतु. इदानीमेव दृष्टवन्तः दीर्घ ईकारः अस्ति वि इति, तत् स्थाने सार्वधातुक अर्धधातुकयोगः इत्यनेन वे भवति, वे योगः ति इति प्रथमपुरुष एकवचनविवक्षा अस्ति, तिप्तस्तिप्तस्त मिप् वस्मस् इत्यनेन, अतः ति योजनेन वेति इति भवति. अनन्तरं तत्र तकारः भवति, अत्र अपि गुणनिषेधः भवति, किमर्थं चेत् अत्र अपित् अस्ति, अतः तत्र वर्णमेलनमेव इदानीमेव दृष्टवन्तः. अनन्तरं वियन्ति इति भवति, अत्र एतत् अजादि अपित् अस्ति, अतः तत्र अचिष्णुधातु गुरुवाङ् युवो रियम् उवङ्गौ इत्यनेन इयङ् आदेशः भवति, वि योगः इ योगः अन्ति इति भवति. अनन्तरम् अत्र वर्णमेलनेन वियन्ति इति भवति. अनन्तरम् अत्र वे योगः सकारः भवति. वयं जानीमः अत्र सार्वधातुक अर्धधातुकयोगः इत्यनेन एकारः भवति, वे इति भवति. अनन्तरम् अत्र एकारः भवति इङ्कोः इति सूत्रस्य निमित्तं भवति, अतः तत्र आदेशप्रत्ययोः इति कार्यं कर्तुं शक्यते. अतः तत्र दन्त्यसकारस्य स्थाने मूर्धनीसकारः आगत्य कार्यं करोति, अतः तत्र वेशि इति भवति. अनन्तरम् अत्र थः भवति, इदानीमेव दृष्टवन्तः वीतः, इदानीं वीतः इति भवति, अनन्तरं वीत इति भवति. तत्र अपि किं भवति वर्णमेलनमेव, किमर्थं चेत् अत्र अपित् अस्ति. अनन्तरम् अत्र मि इति अस्ति, अत्रापि ईकारस्य स्थाने दीर्घ ईकारस्य स्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन वे भवति, वे योगः मि वर्णमेलनेन वेमि इति भवति. अनन्तरमत्र वकारः मकारः अस्ति, अत्र हलादि अपित् अस्ति, अतः तत्र वर्णमेलनमेव, किमपि कार्यं नास्ति, अतः तत्र विवः विमः इति भवति. समीचीनं, समीचीनं, धन्यवादः भगिनी, सम्यक्तया उक्तवती. इदानीम् उमा भगिनी लोट्लकारे वदति वा वि धातुः लोट्लकारः झटिति वक्तव्यम् लोट्लकारः तु पित् प्रत्ययः तु दातु वियोगः तु वियोगः तु मीन्स् गुण भवति इत्युक्ते तत्र एकवचने अन्यत् अपि रूपम् अस्ति वीतात् इति सारि सारि वीतात् वीतात् वीतां वियन्तु वियन्तु कथं निष्पन्नं वि योगः इनोयन् सूत्रेण इनोयन् इति किमर्थं धातुः वि इति धातुः कथम् इनोयन् इति कार्यं करोति अत्र सारि सारि सारि वि योगः अन्तु सो इ प्लस् आय इकोयणचि सूत्रेण इकोयणचि न इकोयणचि अस्ति चेत् तत्र भिन्नमेव रूपं भवति अत्र किम् अस्ति सूत्रम् अचिष्णु धातु ब्रुवाम् किमर्थं वियन्तु मीन्स् वि इति इकारान्तधातुरूपी अङ्गम् अस्ति खलु अजादिप्रत्ययः अपि अस्ति अतः इयङादेशः भवति इय इकार यकार इय वियन्तु आगच्छति तु कतिषु धातु भवान् यो वियन् इति सूत्रेण वियन्तु आगच्छति देन् मध्यमपुरुषे वि धातु तु वि वियोगः हि दोर्णेन वि यस् वीहि वीहि अन्यत् रूपं वीतात् देन् वीतं वीत देन् आन्यावामागिट् प्रत्ययः तु वि प्लस् आनि वि प्लस् आ या वियानि न वि प्लस् आनि पित् प्रत्ययः चेत् किं भवति तत्र अत्र गुणपेक्षे न वे प्लस् आनि किं भवति तत्र एकारः अनन्तरम् अजादिप्रत्ययः अस्ति चेत् किं भवति तत्र एचोयवायावः इत्यनेन अयादेशः भवति खलु वि किमर्थं वयानि वयाव वयामः वि योगः आनि वे भवति वे योगः आनि एकारस्य अयादेशः वै योगः आनि वयानि अस्तु समीचीनम् अस्तु तर्हि इदानीम् अग्रे उषा भगिनी वदतु लङ्लकारे अस्तु भगिनि धातु वि प्रथमं अडागमः भवति परस्मैपदीधातु तकारः अयोगः वियोगः तकारः तकारः पित् प्रत्ययः गुणः भवति अवेत् इति भवति अनन्तरं तु ताम् अन् ताम् इति अपित् प्रत्ययः गुणः नास्ति अपित् प्रत्ययः नास्ति अपित् प्रत्ययः परन्तु अजादि नास्ति अवीताम् इति वर्णमेलनमेव अवीताम् अनन्तरं प्रथमपुरुष बहुवचनम् अयोगः वियोगः अन् इति भवति अन् अपित् प्रत्ययः अजादि अपि अस्ति अजादि अपित् अचिष्णुधातु ब्रुवां कार्यं करोति वि स्थाने वकार इकार यकार भवति सो अ वि यन् यन् भवति अवियन् इति भवति अनन्तरं मध्यमपुरुष एकवचनं स्तु पित् प्रत्ययः गुणा भवति वि स्थाने वे भवति अवेः ससजुषोरुः अनन्तरं खरवसानयो विसर्जनीयः अवेः भवति विसर्गः भवति अनन्तरं मध्यमपुरुष द्विवचनं तम् अपि च द्वयोः अपि हलादि अपित् गुणा नास्ति इत्यनेन अयोगः वि योगः तं वर्णमेलनमेव अवीतम् अवीत अनन्तरं उत्तमपुरुष अं वम अम् इति पित् प्रत्ययः गुणा भवति वे योगः अम् अयोगः वे योगः अम् वे स्थाने एकारस्य स्थाने ऐ अकार यकार सो वकार अकार यकार अकार यकार अम् अयम् अवयम् इति भवति अवयम् अनन्तरं अं वम वम हलादि अपित् हलादि अपित् गुणा नास्ति अचिष्णुधातुभ्रुवां कार्यं नास्ति वर्णमेलनमेव अवीव अवीम इति भवति सम्यक् सम्यक् समीचीनं तर्हि शोभा भगिनी विधिलिङ्गकारः समापयतु आं भगिनि तत्र तु सर्वे हलादि अपितः वियोगः यात् वियात् तथा एव वियातां वियुः वियाः वियातं वियाता वियां वियाव वियाम इति रूपाणि सिद्ध्यन्ति सम्यक् तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी शीङ् स्वप्ने इति दातु पठानि वा भगिनि आं कृपया शीं शीं स्वप्ने इति धातुः शीं सार्वधातुके गुणः शीङः सार्वधातुके गुणः इति सूत्रं शीङः सार्वधातुके गुणः शीङ् धातोः गुणः भवति सार्वधातुकप्रत्यये परे अनेन सूत्रेण शीङ् धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि गुणः इति अपित्सु अपि भवति हा ओके इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम् अतः अत्र ईकारः स्थानी भवति शीङः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं गुणः प्रथमान्तं त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शीङः अङ्गस्य गुणः सार्वधातुके शीङ् स्वप्ने इति धातु शीङः सार्वधातुके गुणः इति सूत्रं वदति शीङ् धातोः सार्वधातुकप्रत्यये परे गुणः भवति इति अनेन सूत्रेण शीङ् धातोः न केवलं पित्सु प्रत्ययेषु परे अपि च अपित्सु प्रत्ययेषु परे अपि गुणः भवति इको गुणवृद्धि इति परिभाषासूत्रमस्ति अत्र सूत्रे स्थानी नोक्तम् अतः दीर्घ ईकारः यत्र अस्ति तत्र एव इकः इति स्थानी भवति परिभाषासूत्रेण अतः शीङ् इत्यत्र दीर्घ ईकारः तदेव खलु भगिनि तदेव शीङ्गातोः गुणः तत्र दीर्घ ईकारस्य इकः गुणः इकः गुणः भवति अत्र सूत्रे शीङः इति षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं गुणः इति प्रथमान्तं त्रिपदम् इदं सूत्रम् अङ्गस्य अधिकारः अतः अनुवृत्तिसहितसूत्रं शीङः अङ्गस्य गुणः सार्वधातुके इति अग्रे पठानि वा अग्रे पठतु वा अपित्सु प्रत्ययेषु सार्वधातुकार्धधातुकयोः इत्यनेन गुणः आदिश्यते तदा किनिति च इत्यनेन गुणनिषेधः तदा शीङः सार्वधातुके गुणः इत्यनेन पुनः गुणः अत्र किमिति च शीङः सार्वधातुके गुणः इत्यन अनयोः कः सम्बन्धः किमिति च इति प्रबाध्य शीङः सार्वधातुके गुणः इत्यनेन गुणो वा इति चेत् शीङः सार्वधातुके गुणः किमिति च इत्यस्य अपवादः इति वा अपवादः इत्येव भासते किञ्चित् चिन्तनं करोतु अत्र अपित्सु प्रत्ययेषु सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः सर्वत्र भवति तत्र किनिति च इति सूत्रेण यत्र यत्र कित् अथवा नित् प्रत्ययाः भवन्ति तत्र गुणकार्यं न भवति सार्वधातुकम् अपित् इत्यनेन अपित् प्रत्ययाः निद्वत् भवन्ति अतः तत्रापि गुणकार्यं न भवति परन्तु शीङः सार्वधातुके गुणः इति उक्तत्वात् पित्वा भवतु अपित्वा भवतु तत्र गुणकार्यं भवति इति सूत्रं वदति अतः किनिति च इति सूत्रस्य अपवादः वा इति प्रश्नः किनिति च इत्यस्य तु अपवादः न दृश्यते तर्हि कः सम्बन्धः किनिति च इत्यस्य बृहत् कार्यक्षेत्रमस्ति शीङः सार्वधातुके गुणः केवलं शीङ् धातोः विषये अस्ति अतः अतः अपवादः इति एव वक्तव्यं खलु अपवादः इति वक्तव्यं वा एतस्य अपवादः इति कदा वदामः यदा एकस्य कार्यस्य कार्यं सत्यं सत्यं न अहं किञ्चित् निद्रामग्ना अस्मि अत्र किमिति च इत्यस्य बृहत् कार्यक्षेत्रं क्षीणः सार्वधातुके गुणः इत्यस्य केवलं शीङ् धातोः विषये अस्ति अतः किम् इति वक्तव्यं भगिनि इत्युक्ते पश्यतु इत्युक्ते सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति तदानीं स्मिति च इत्यनेन गुणनिषेधः भवति तर्हि निषेधस्य निषेधः अत्र पुनः अस्ति प्रतिप्रसवः इति वक्तव्यं तावदेव एतत्तु अस्माभिः बहुवारं दृष्टं समासप्रसङ्गे खलु एकवारं प्रसक्तिः तस्य निषेधः पुनः प्रसक्तिः पुनर् प्रतिप्रसवः तर्हि शिङ्गसारधातुके गुणः इत्यनेन प्रतिप्रसवः अस्ति अपित्सु प्रत्ययेषु हा निषेधस्य निषेधः अपित्सु प्रत्ययेषु पित्सु प्रत्ययेषु किं भवति तत्र सर्वधातुकार्धधातुकयोः इत्यनेन गुणः प्राप्तः अस्ति हा प्राप्तः अस्ति अतः अत्र वस्तुतः सूत्रमिदं सूत्रं केवलम् अपित्सु प्रत्ययेषु एव कार्यं करोति वस्तुतः इति तथा वक्तुं शक्नुमः अथवा अत्र तत्र कैश्चित् किम् उच्यते इति चेत् अत्र शिङ्गसर्वधातुके गुणः इति विशिष्टसूत्रम् इति कृत्वा सर्वत्र अस्य एव कार्यं भवति सर्वधातुकार अर्धधातुकयोः इत्यस्य कार्यं न भवति पित्सु अपि इति केचन वदन्ति अत्र किमिति च अपि च शीङ् सार्वधातुके गुणः इत्यनयोः डैरेक्ट् सम्बन्धः अस्ति वा भगिनि एकत्र वदतु सार्वधातुकम् अपित् इत्यस्य एव निषेधकसूत्रमस्ति खलु किमिति च तु आर्धधातुकविषये अस्ति खलु न न यः प्रत्ययः कित् नित् गित् अस्ति तर्हि सार्वधातुकप्रत्ययः निद्वत् भवन्ति खलु सार्वधातुकम् अपित् इति निद्वत् भवन्ति इति कृत्वा क्निति च इति सूत्रेण गुणनिषेधः अत्र यः अपित् प्रत्ययः यथा ते इति प्रत्ययः प्रथमपुरुषे एकवचने हि योगः ते ते इति प्रत्ययः अपित् प्रत्ययः सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति तदानीं गुणनिषेधः भवति निति च इति सूत्रेण गुणनिषेधः किं निति च इत्यनेन एव भवति वा सार्वधातुकम् अपित् केवलम् अपित् प्रत्ययः निद्वत् भवति इति एव वदति खलु निद्वत् भवति इति कृत्वा किमिति च इति गुणनिषेधः सर्वत्र सार्वधातुकप्रक्रिया भवतु अर्धधातुकप्रक्रिया भवतु अस्तु गुणनिषेधः यदा भवति तदानीं पुनः प्रतिप्रसवः भवति अनेन सिंहः सार्वधातुके गुणः इत्यनेन अतः कृत्वा अपवादः इति तु नास्ति यद् नष्टं जातं तस्य पुनरुत्थानम् इति वक्तुं शक्यते अपि च प्रत्ययेषु अस्तु अत्र स्थगनं कुर्मः इतोपि अग्रे अग्रिमसप्ताहे गन्तुं शक्नुमः कोऽपि प्रश्नः वा नास्ति महोदय सम्यक् एव अस्ति तर्हि अस्तु तर्हि धन्यवादः नमस्कारः नमस्कारः नमस्कारः भगिनी धन्यवादः नमस्कारः